कृपालुन्यात्वया साधो मद्बाधाध्वंसिता क्षणात् पुत्रयोश्चेतना नास्ति ततो बोधय बोधय। साधो कृपालुन्यात्वया मदीया बाधा अधुना क्षणादेव ध्वंसिता नाशं प्रापिता। अधुना मम अयं प्रश्नः भवति यत् मम पुत्रयोः ज्ञानवैराग्ययोः अधुना चेतना नास्ति, द्वौ अपि सुप्तौ अत्र शेराते, तस्मात् बोधय मम पुत्रौ, कृपां कृत्वा मम पुत्रौ बोधय इति भक्तिः वदति।